सर्वेभ्यो नमः. अस्मिन् वर्गे अद्य विषयः अस्ति भूतकाल रूपम् इति. गतवर्गे वयं भूतकालरूपस्य किञ्चित् अभ्यासं कृतवन्तः. पठति, पठितवान्, पठितवती इति तादृशं रूपम् अस्माभिः दृष्टम्. अद्यापि तादृशानि रूपाणि एव पश्यामः. तदनन्तरम् अग्रे गत्वा अन्यत् रूपम् अपठत् इति यद् लकारः अस्ति तद् अग्रे पश्यामः. भूतकालरूपं लङ् लकारः इति यदस्ति तत् अग्रे पश्यामः. अद्य एतत् पठितवान्, पठितवती इति तादृशरूपं पुनः एकवारं तस्य अभ्यासं कुर्मः. अन्य कोऽपि आगतवती? गीताञ्जलि भगिनी, नमस्कारः. चिन्ता मास्तु भगिनि, चिन्ता मास्तु. अस्तु, अत्र गृहपाठः आसीत् किन्तु एकवारं एतद् पुनःस्मरणार्थम् एतत् कुर्मः. अहं गच्छति इति वदामि, गतवान् इति तत् तस्य एकवचनं द्विवचनरूपं बहुवचनरूपं वदतु. गच्छति. तनय महोदय, गच्छति पुल्लिङ्गे किम् अस्ति? पुल्लिङ्गे गतवान्, गतवन्तौ, गतवन्तः अस्ति इति अस्ति. समीचीनं महोदय. अग्रे सरला भगिनी पठति. अस्तु, हरि महोदय किं पश्य पृच्छति, पृष्टवान् इति अस्ति. पृष्टवान्, पृष्टवन्तौ, पृष्टवन्तः इति अस्ति. समीचीनं. नरेश महोदय, त्यजति, त्यक्तवान्. गीताञ्जलि भगिनी, खादति, खादितवान्. अस्तु. तने महोदय, जानाति, ज्ञातवान् इति अस्ति. ज्ञातवान्, ज्ञातवन्तौ, ज्ञातवन्तः. भानुचेतनी महोदय, कृतवान्, करोति इति. कृतवान्, कृतवान्, कृतवन्तौ, कृतवन्तः, कृतवत्यौ, कृतवत्यः. अस्तु, समीचीनं. रघुपति महोदय, श्रुतवान्, शृणोति, श्रुतवान्. श्रुतवान्, श्रुतवान्, श्रुतवन्तौ, श्रुतवन्तः, श्रुतवन्तः. सरला भगिनी, ददाति, दत्तवान्. दत्तवान्, दत्तवन्तौ, दत्तवन्तः. अस्ति. हरि महोदय, प्रेषयति, प्रेषितवान् इति. प्रेषितवान्, प्रेषितवन्तौ, प्रेषितवन्तः. अस्तु, समीचीनं. नरेश महोदय, प्रक्षालयति, प्रक्षालितवान्. प्रक्षालितवान्, प्रक्षालितवन्तौ, प्रक्षालितवन्तः. गीताञ्जलि भगिनी, उत्तिष्ठति, उत्थितवान्. उत्थितवान्, उत्थितवन्तौ, उत्थितवन्तः. इति. इदानीं स्त्रीलिङ्गे कुर्मः. तनय महोदय, उपविशति, उपविष्टवती. उपविष्टवती, उपविष्टवत्यौ, उपविष्टवत्यः. समीचीनं. रघुपति महोदय, स्मरति, स्मृतवती. स्मृतवती, स्मृतवत्यौ, स्मृतवत्यः. समीचीनं. बाणचेतन महोदय, आगच्छति, आगतवती. आगतवती, आगतवत्यौ, आगतवत्यः. समीचीनं. सरला भगिनी, सूचयति, सूचितवती. सूचितवती, सूचितवत्यौ, सूचितवत्यः. हरि महोदय, इच्छति इष्टवती इष्टवती इष्टवत्यौ इष्टवत्यः हा गृह्णाति नरेश महोदय गृह्णाति गृहीतवती गृहीतवती गृहीतवत्यौ गृहीतवत्यः हा गीतांजलि भगिनी रोदिति रुदितवती रुदितवती रुदितवत्यौ रुदितवत्यः हा अस्तु हा इदानीं पुल्लिङ्गे स्त्रीलिङ्गे रूपं कीदृशम् अस्ति इति जानीमः तत्र गृहपाठः अहं कानिचन वाक्यानि लिखतु इति आसीत् इति मन्ये गच्छति शृणोति शेते क्रियापदानां तव तु प्रत्ययान्तं रूपं पुल्लिङ्गे स्त्रीलिङ्गे लिखतु इति अस्तु कः वदति तनय महोदय गच्छति इति गच्छति इत्यस्य पुल्लिङ्गरूपं गतवान् गतवन्तौ गतवन्तः अपि च स्त्रीलिङ्गरूपं गतवती गतवत्यौ गतवत्यः इति अस्ति भवति समीचीनं महोदय हा अस्तु नरेश महोदय शृणोति इति शृणोति पुल्लिङ्ग अस्ति श्रुतवान् श्रुतवन्तौ श्रुतवन्तः स्त्रीलिङ्ग श्रुतवती श्रुतवत्यौ श्रुतवत्यः हा समीचीनं महोदय गीतांजलि भगिनी शेते इति शेते पुस्तके अस्ति भगिनि पेज् 80 अशीति पेज् 80 अधोभागे अस्ति गतवर्गे एतदेव वयं कृतवन्तः शेते शयितवती शयितवत्यौ शयितवत्यः स्त्रीलिङ्गरूपं शेते पुल्लिङ्गरूपं शेते तदेव अस्ति इदानीं स्त्रीलिङ्गं जानीमः चेत् पुल्लिङ्गरूपं सुलभम् अस्ति खलु अस्तु महोदय वती स्थाने वान् इति अस्ति महोदय अस्तु महोदय शयितवान् शयितवन्तौ शयितवन्तः हा तावदेव अस्ति भगिनि समीचीनम् अस्तु हा इदानीम् अद्य किं कुर्मः तत्र अद्य अहं चिन्तितवान् अन्यां कथां पठामः इति किन्तु पुस्तके एव एका समीचीना कथा अस्ति तां कथाम् अद्य पठामः तत्र भूतकालस्य गतवान् गतवती तादृशानि रूपाणि बहूनि सन्ति तत्र कथायां तत् पठित्वा तदनन्तरम् अपठत् इति रूपं तदनन्तरं तस्य अभ्यासं कुर्मः अस्तु इदानीं पेज् 87 तद् पश्यामः तत्र सन्देहमस्ति एकसन्देहः वदतु महोदय अगच्छत् गतवान् द्वे रूपे अर्थः भेदः अस्ति वा एक भेदः अस्ति महोदय तत्र अगच्छत् गतवान् तत्र किं भवति अगच्छत् क्रियापदम् अस्ति किन्तु गतवान् इति वस्तुतः क्रियापदं नास्ति तत् विशेषणम् अस्ति नामपदमस्ति अतः तत्र यदि क्रियापदम् अस्ति यदि क्रियापदस्य रूपं पश्यतु सः गच्छति सा गच्छति लिङ्गभेदः नास्ति क्रियापदस्य किन्तु सः गतवान् सा गतवती तत्र लिङ्गभेदम् अस्ति क्रियापदं लिङ्गभेदमस्ति क्रियापदस्य लिङ्गभेदः नास्ति अतः एतत् गतवान् इति यदस्ति तद् भूतकालरूपम् इव अस्ति. तस्य बहुत्र तस्य प्रयोगः भवति. वयं वदामः आमामां सः गतवान् इति भूतकालरूपम् इति तादृश अर्थे वयं वदामः. किन्तु क्रियापदं व्याकरणदृष्ट्या तत् पदं क्रियापदं नास्ति, नामपदम् अस्ति, विशेषणम् अस्ति. अतः हा रामः गतवान् रामपदस्य विशेषणमस्ति गतवान् इति. सीता गतवती, गतवती सीता. अतः तत्र लिङ्गभेदः अस्ति. क्रियापदम् अगच्छत् अपठत् इति तदेव अस्ति. तद् हा किन्तु अद्य प्रथमतया एतत् पठितवान्, पठितवन्तौ, पठितवती इति तादृशरूपस्य अभ्यासं कुर्मः तदनन्तरं कथायां. तदनन्तरम् आगत्य एतत् अचलत् अपठत् इति तस्य विवरणं कुर्मः, पश्यामः. आम् महोदय. अस्तु महोदय, अन्यप्रश्ने अत्र गतवान् इति गतवती लिङ्गभेदमस्ति, क्रियापदे तु लिङ्गभेदं नास्ति. सत्यम्. अतः अत्र यत् यत् ये अत्र किं दत्तमस्ति, ते वदन्ति अत्र भूतकाल अस् धातुः, तदनन्तरं वर्तमानकाले भूतकाले. हा यदि पेज् 78 पश्यामः तत् किम् अस्ति, युधिष्ठिरः नगरं गच्छति, युधिष्ठिरः नगरं गतवान् इति अस्ति. अतः वयं किं चिन्तयामः, अस्तु गच्छति इति वर्तमानकाले अस्ति, किन्तु भूतकाले गतवान् इति क्रियापदस्य रूपम् अस्ति इति चिन्तयामः. किन्तु अगच्छत् इति एव तादृश तदेव अचलत् अगच्छत् तदेव क्रियापदम् अस्ति महोदय. महोदय अत्र एकं विशेषं, वदतु महोदय आचार्यमहोदय. हा न, क्रियाविशेषण एतस्य शब्दस्य विशेषमस्ति सप्तविभक्तिषु भवति, अतः नामपदमस्ति. एतत् नामपदमस्ति, तस्य तस्य नामपदमस्ति, अतः तस्य विभक्ति. सत्यं महोदय, यत्र सर्वत्र भवति महोदय वदति, तत्र गतवती इति अस्ति अथवा गतवान् इति अस्ति, तद् भवान् शब्दवत् इति अस्ति. अतः तत्र अस्तु, एतत् चिन्तयामः, रमेशः अस्ति, सः गतवान्, इदानीं सः अत्र नास्ति, सः अन्यत्र गतवान् अस्ति इति चिन्तयतु. अत्र रमेशस्य पुस्तकमस्ति, रमेशः अत्र नास्ति, सः गतवान्, तस्य पुस्तकम् अत्र अस्ति. इदानीं पुस्तकस्य विवरणं कीदृशं भवति, गतवतः रमेशस्य पुस्तकम् इति. अन्यत्र गतवतः रमेशस्य पुस्तकम् एतद् अस्ति इति. भवतः इति भवान् इति भवतः, गतवान् गतवतः, तादृशरूपं भवति. अतः एतद् नामपदम् अस्ति गतवान् गतवती इति. गतवती तु दीर्घ इकारान्त नदी शब्दवत् तस्य विभक्तिरूपं भवति. गतवान् अथवा पठितवान् तत्तु भवान् शब्दवत् विभक्तिरूपाणि भवन्ति. महोदय, तत् सामान्य रूपेण प्रयोगमस्ति वा गतवतः? बहुत्र भवति महोदय. इदानीं कथायां पठामः, पश्यामः. अतः एव तस्य प्रयोगः कीदृशः. क्रियापद सीता गतवती, तस्य तस्मिन् वाक्ये अस्ति इति क्रियापदं. हा गतवती अस्ति, सीता गतवती अस्ति इति, हा इति सम्पूर्णवाक्यं भवति. सत्यम्. अध्याहारं गतवती आसीत्, तदपि समीचीनं. हा तदपि प्रायशः समीचीनं. हा गतवती आसीत् गतवती अस्ति हा अस्तु इदानीं पश्यामः अस्तु अस्तु इदानीं तत्र पेज् 87 मध्ये क्रोधपिशाचः इति कथा अस्ति तनय् महोदय भवान् एव आरम्भं करोति वा अस्तु महोदय क्रोधपिशाचः एकदा श्रीकृष्णः अस्तु एतां कथां पठत अत्र एतां कथां पठत् इति अस्ति इति एव अस्ति अस्तु महोदय हा मम पुराण एडिशन् अस्ति इति मन्ये अस्तु हा वदतु महोदय पठतु हा एकदा श्रीकृष्णः बलरामः सात्यकीः च वनविहारार्थं गतवन्तः आसन् वने ते मार्गभ्रष्टाः जाताः निबिडं वनं प्रविष्टवन्तः रात्रिः सञ्जाता तैः रात्रिं यापयितुम् एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपतितम् आपतितम् रात्रौ रक्षणार्थम् एकैकः अपि पर्यायरूपेण एकं प्रहरं यावत् जागरितः भवेत् तदा अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते इति ते निश्चितवन्तः समीचीनं महोदय धन्यवादः रघुपतिमहोदय अग्रे अस्तु भानुचेतनि महोदय अग्रे रघुपतिमहोदय पठति वा हा आम् महोदय इदानीं अस्तु शक्नोमि प्रथमः पर्यायः सात्विकीः आसीत् सः प्रहरी संस्थितः यदा अन्त्यौ द्वौ निद्रां कृतवन्तौ तदा वृक्षतः एकः पिशाचः अवतीर्णवान् सः सात्विकीं मल्लयुद्धम् आहूतवान् बहूनि कटुवचनानि उक्तवान् च सात्विकीः तस्य कटुवचनानां कृते तादृशानि एव उत्तराणि दत्तवान् यदा पिशाचः सात्यकेः शरीरे मुष्टिप्रहारं कृतवान् तदा सात्यकी तदुपरि पादप्रहारं कृतवान् पूर्णं प्रहरं यावत् तयोः मल्लयुद्धं प्राचलत् तेन सात्यकेः शरीरे बहवः क्षता सञ्जाताः स नितरां श्रान्तः किन्तु तस्मिन् समये सहयोगिनोः उत्थापनस्य अपेक्षया निद्राकरणमेव उचितम् इति विचिन्त्य सः निद्रां कृतवान् धन्यवादः महोदय इदानीं भानुचेतनी महोदय द्वितीयपर्यायः बलरामस्य आसीत् तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान् कटुवचनैः निन्दितवान् च मल्लयुद्धे महावीरेण बलरामेण अपि सा एव गतिः प्राप्ता श्रान्तः सः अपि प्रहारान्ते निद्रां कृतवान् धन्यवादः महोदय अग्रे सरला भगिनी पठति वा पर्याये श्रीकृष्णः सुरक्षानिमित्तम् आगतवान् तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान् कृष्णः हसन् एव युद्धं कर्तुम् आरब्धवान् उक्तवान् च भवान् बहु विनोदप्रियः इव भासते मम निद्राम् आलस्यं च दूरीकर्तुम् एव भवान् मित्रम् इव विनोदं कुर्वन् अस्ति इति तदा पिशाचस्य बलं न्यूनं जातम् तस्य शरीरम् अपि सङ्कुचित गतम् अन्ते सः झलिका इव लघुशरीरः जातः तदा श्रीकृष्णः तं स्वस्य उत्तरीयस्य अञ्चले बद्धवान् समीचीनं भगिनि धन्यवादः अग्रे नरेश महोदय पठति वा आं महोदय प्रातः यदा ते प्रस्थिताः तदा सात्यकिः बलरामः च पिशाचेन सह रात्रौ सञ्जातय तस्य मल्लयुद्धस्य वर्णनं कृतवन्तौ। तेन सञ्जातान् क्षतान् अपि दर्शितवन्तौ। श्रीकृष्णः हसन् पिशाचम् उत्तरीयस्य अञ्चलतः निष्कास्य करतले स्थापितवान् उक्तवान् च एषः अस्ति क्रोधपिशाचः, एतस्य प्रकृतिः एषा अस्ति, प्रत्युत्तरदानेन एषः वर्धते उग्रतां च प्राप्नोति, किन्तु यदि उपेक्षां कुर्मः तर्हि सः स्वयमेव दुर्बलः भवति, लघुरूपं प्राप्नोति इति। क्रोधपिशाचस्य स्वरूपं तदा ज्ञातवन्तौ सात्यकी बलरामौ। हा, समीचीनं महोदय, धन्यवादः। हा, अत्र बहुत्र किं भवति, एतद् भूतकालरूपं कृतवान्, ज्ञातवन्तौ, ज्ञातवान्, ज्ञातवन्तः इति, कृतवान् इति, अतः एतद् अभ्यासः, अत्र अभ्यासः भवति भूतकालस्य रूपस्य। अस्तु, इदानीं पङ्क्तिशः तत्र पश्यामः किं किम् अस्ति इति। तत्र हा, अस्तु, प्रथमतया कः, अस्तु, रघुपतिमहोदय किञ्चित् वदति वा प्रथम। एकस्मिन् दिने श्रीकृष्ण बलराम सात्यकी मिलित्वा वनविहारार्थं गतवन्तः। ते तत्र ते मार्गभ्रष्टाः जाता इत्युक्ते ते मार्गस्य अवगमनं तैः मार्गस्य अवगमनं न जातं, कुत्र गन्तव्यम् इति, कुत्र गन्तव्यम् इति न कुत्र न अवगतवन्तः। तस्य ज्ञानं नास्ति कुत्र गन्तव्यम् इति, ज्ञानं नास्ति। ते गणे निबिडं वनं गणे घने अरण्ये घनम् अरण्यं प्रविष्टवन्तः गतवन्तः। तदा प्रविष्टवन्तः रात्रिः सञ्जात इति रात्रिः अभवत्। तैः रात्रिं यापयितुम् एकस्य ते रात्रौ निद्रां कर्तुम् एकस्य वृक्षस्य अधः उपविष्टवन्तः। रात्रि अस्ति अतः ते रात्रौ निद्रां कर्तुम् इष्टवन्तः। रात्रौ एकैकस्य एकैक रक्षणार्थं एकनिमिषं तेषां रक्षणार्थं एकैक अपि पर्यायरूपेण एकघण्टा यावत् जागरितः भवेत् इति ते निर्धारितवन्तः। अतः भवेत् तदा अन्याभ्यां द्वाभ्यां ते त्रयः आसन्, अतः एकः जागरितः भवेत्, अन्ये द्वे निद्रां कर्तुं निश्चितवन्तः। अस्तु महोदय, धन्यवादः। हा हा हा, अस्तु, धन्यवादः महोदय। हा, अस्तु, बहु समीचीनं। हा, इदानीं तत्रैव किञ्चित् एकम् वाक्यं दृष्ट्वा किं किम् अस्ति इति पश्यामः अत्र एव। अस्तु, तत्र सरला भगिनी तत्र किञ्चित् वदति वा तत्र प्रथमवाक्ये किम् अस्ति इति, केवलं प्रथमवाक्यम्। प्रथमे वाक्ये अस्ति कृष्ण बलराम सात्यकी त्रयः जनाः वनविहारं गतवन्तः भवति विशेषणं तयोः कारणं किते बहुवचनं भवति कृष्ण बलराम सात्यकी सो गतवन्तः नामपदानि श्रीकृष्ण बलराम तस्य गतवन्तः बहुवचने अस्ति आसन् अस्ति लङ् लकारे बहुवचने क्रियापदं कारणमस्ति वनस्य वनविहारं कर्तुं वनविहारं कर्तुं ते ते वनं गतवन्तः आसन् आसन् इति तद् तत्र धातु किम् अस्ति आसन् अस्ति धातु अस् धातु अस्ति अस् धातुः भूतकालरूपं तस्य भूतकालरूपं यत् वयं दृष्टवन्तः 877 मध्ये एतदेव प्रथमं भूतकालरूपं क्रियापदं यद् वयं दृष्टवन्तः तदस्ति आसीत् इति अस्ति इति अस्ति समीचीनं भगिनि अस्तु प्रथमवाक्यं तत्र तादृशम् अस्ति समीचीनं किमर्थं ते गतवन्तः वनविहारार्थं गतवन्तः इति अस्ति समीचीनं भगिनि अग्रे तत्र भानुचेतनी महोदय अग्रिमवाक्ये किम् अस्ति तत्र वने ते मार्गभ्रष्टाः जाताः ते इत्युक्ते ते त्रीणि श्रीकृष्णः बलरामः सात्यकिः इति तत्र अन्वयः कुत्र अस्ति इति वदामः ते इति पदस्य अन्वयः कुत्र अस्ति इत्युक्ते वट् डस् इट् रेफर् टु इति ते इति श्रीकृष्णः बलरामः बहुवचनम् अस्ति लिङ्गं किं लिङ्गं किं ते इति पदस्य लिङ्गं किं पुल्लिङ्ग पुल्लिङ्गं नामपदम् अस्ति इदानीं मार्ग ते मार्गभ्रष्टाः जाताः ते वने कुत्र गच्छन्ति इति ते न ज्ञातं कुत्र ते कुत्र सन्ति इति न जानन्ति वने वयं कुत्र स्मः इति ते न जानन्ति अतः मार्गस्य ज्ञानं नास्ति मार्गभ्रष्टाः मार्गभ्रष्टाः इति पदं कीदृशपदं नामपदं वा क्रियापदं वा नामपदमेव महोदय बहुवचनं लिङ्गं प्रथमाविभक्ति महोदय पुल्लिङ्ग प्रथमविभक्ति बहुवचनं ते इति ते पदस्य ते अपि ते इति विशेष्यमस्ति ते इति विशेष्यमस्ति मार्गभ्रष्टाः इति विशेषणम् अस्ति जाताः इति जाताः अपि विशेषणपदमेव महोदय सत्यं ते विशेष्यमस्ति ते जाताः ते मार्गभ्रष्टाः जाताः इति समीचीनं महोदय अस्तु तदनन्तरम् अग्रिमवाक्ये किम् अस्ति निबिडं निबिडं वनं प्रविष्टवन्तः निबिडं महोदय निबिडम् इति संस्कृते निबिडं वनं प्रविष्टवन्तः निबिडम् इत्युक्ते बहूनि बहवः वृक्षाः सन्ति तत्र वृक्षस्य अपि अन्यवृक्षः बहु समीपम् अस्ति मध्ये किमपि नास्ति घनम् इति वदामः सत्यं प्रविष्टवन्तः महोदय तदपि नामपदमस्ति तदपि विशेषणमेव अस्ति. कस्य पदस्य? ते प्रविष्टवन्तः. हा, ते प्रविष्टवन्तः, समीचीनं. ते प्रविष्टवन्तः, समीचीनं. तत्र वनं किम् अस्ति तत्र? वनं तु कर्मपदं महोदय. कर्मपदं, हा, समीचीनं महोदय. हा, वनं कर्मपदमस्ति. ते वनं प्रविष्टवन्तः. निबिडम् इति पदं? ते निबिडं वनं विशेषणं महोदय. निबिडं वनं, वनं विशेष्यं तत्र, विशेषणं निबिडं. निबिडं, समीचीनं महोदय. अस्तु, धन्यवादः. अस्तु, हा, अग्रे नरेश महोदय. महोदय, एकः प्रश्नः अस्ति. अस्तु. अस्मिन् वाक्ये वने ते मार्गभ्रष्टाः जाताः इत्यस्मिन् वाक्ये जातः इत्यस्मिन् पदे तप्रत्ययः अस्ति न वा? हा, पठितः, गतवतः इति तादृश अस्ति. जातः, सञ्जातः, एतत् अभवत् इति तादृश अर्थे अस्ति. परन्तु तप्रत्ययेन, स तप्रत्ययः कर्मणि प्रयोगः भवति. कर्त्री अपि भवति तत्र. हा, कर्त्री अपि भवति. पठितं, पठितं, पठितवान् इति तादृशः. हा, अहं पुस्तकं पठामि. हा, पुस्तकं पठितवान्, एतत् पुस्तकं पठितम् इति तादृशरूपे. अत्र जाताः इति अस्ति. कर्त्री अर्थे अस्ति अत्र, कर्त्री अर्थे अस्ति अत्र. अस्तु महोदय. अस्य धातु अकर्मक अस्ति खलु महोदय? अस्तु महोदय. हा, तादृश अर्थः. अस्तु, अग्रे नरेश महोदय. महोदय, रात्रिः सञ्जाता. रात्रिः अभवत्. हा, तत्र सञ्जाता इति कीदृशपदं, नामपदं वा क्रियापदं वा? नामपदमस्ति. लङ्लकार नामपदमस्ति, अतः लङ्लकार नामपदम् अस्ति इत्युक्ते नामपदं. तत्र तत्र कीदृशम् इत्युक्ते महोदय, तत्र अत्र पूर्वं विशेषणम् अस्ति. हा, कस्य पदस्य? रात्रिः. रात्रिः, अत्र रात्रिपदस्य लिङ्गं किम्? रात्रि स्त्रीलिङ्गं. स्त्रीलिङ्गपदम्, अतः एव सञ्जाता इति अस्ति. समीचीनं महोदय, समीचीनं. हा, रात्रिः सञ्जाता. हा, अग्रे. तैः रात्रिं यापयितुम् एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपतितम्. त्रयः पुरुषः तैः तृतीयविभक्ति बहुवचनं रात्रिं यापयितुं कर्मपदम् एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपतितम्. आपतितम् अपि विशेषणम् अस्ति. कस्य? त्रयः जनाः. हा, किन्तु तत्र तैः इति अस्ति, तत्र कर्तृपदं नास्ति तत्र. आपतितं तैः रात्रिं यापयितुम् एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपतितम्. उपवेष्टव्यम् इति आपतितमस्ति. किम् आपतितमस्ति? उपवेष्टव्यम् इति यदस्ति तद् आपतितम् अस्ति. इट् फेल् अपान् देम् इति तादृश आङ्ग्लभाषायां यथा वदामः, इट् फेल् अपान् देम् टु स्पेण्ड् इति. वृक्षस्य अधः उपवेष्टव्यम् आपतितम्. तत्र एकस्य वृक्षस्य तत्र विशेषण वृक्षस्य विशेषण एकस्य समीचीनं महोदय. उपवेष्टव्यं, कर्तव्यं, करणीयम् इति तादृशरूपम् अस्ति. उपवेष्टव्यम् आपतितं, ज्ञापयितुम् इत्युक्ते नपुंसकलिङ्ग अस्ति, द्वितीय विभक्ति नास्ति न, अतः अत्र उपवेष्टव्यम् उपवेष्टव्यम् आपतितं, तद् तदेव कर्तृपदम् अस्ति तत्र. रात्रिं, तैः रात्रिं यापयितुम् एकस्य वृक्षस्य अधः उपवेष्टव्यम् इति तद् तद् उपवेष्टव्यम् आपतितम् अस्ति. आपतितं प्रत्ययः अस्ति वा? आपतितः इति भवति वा? आपतितः आपतितं पुस्तकं पठितम् इति तादृश एव आपतितम् इट् फेल् अपान् देम् इति. तत्र अहं चिन्तयामि उपवेष्टव्यम् इति उपवेष्टव्यम् आपतितं, तत्र विशेषणविशेष्यभावः अस्ति इति. कर्मपदम् अस्ति उपवेष्टव्यम् इति, अत्र तदेव पश्यामः. अस्तु सरला भगिनी, तत्र रात्रिमिति कर्मपदम् अस्ति, किन्तु क्रियापदं किम् अस्ति? क्रियापदं भवति आपतितं, तस्य विशेषणमस्ति. न भगिनी सरला भगिनी, एकनिमिषः. रात्रिमिति कर्मपदम् अस्ति, किन्तु कस्य क्रियापदस्य? न, अत्र कर्मणि प्रयोगे अस्ति, तैः भवती अनुक्तं कर्तृपदं, किन्तु रात्रि आपतितम् इति नास्ति खलु? रात्रि आपतितं न, रात्रिं यापयितुम् इति अस्ति. तत्र रात्रिं यापयितुं तत्र कर्मणि प्रयोगे प्रथमविभक्तौ अस्ति, अतः उपवेष्टव्यम् आपतितं सर्वदा कर्मपद उपवेष्ट 311 इति अस्ति न, अतः चिन्तयामि रात्रि द्वितीयविभक्ति अस्ति अत्र, रात्रिं न, रात्रिः रात्रिं नो, अत्र कर्मणि पदे अस्ति, रात्रिं भवति प्रथमा. कर्मणि प्रयोगे कर्मपद सर्वदा प्रथमविभक्तः भवति. आमाम्. इदानीं रात्रिम् इति तत्तु द्वितीयविभक्तौ एव अस्ति, किन्तु क्रियापदं किम्? यापयितुं. क्षम्यतां तत्र तु क्षम्यतां, मम दोषः एव अस्ति. तत्र तैः रात्रिं यापयितुम् इति अस्ति, तैः तैः उपवेष्टव्यम् आपतितं. अस्तु, तत्र किञ्चित् चिन्तनीयम् अस्ति, किन्तु अग्रे अग्रिमवर्गे वदामि. किन्तु तत्र महोदय आपतितं किं पदं महोदय? पठितं, पठितं, जातः, जातः इति नपुंसकलिङ्गे अस्ति, जातम् अपतितं, पतितः इति अहं चिन्तयामि. नपुंसकलिङ्गपदं महोदय, उपवेष्टव्यम् आपतितम् इति. अस्तु, तत्र एकं कुर्मः, एतावत् यद् वयं जानीमः तद् अत्र आगच्छति न वा इति तद् वदामः. अस्तु, यत् पश्यतु, अतः यत् एतत् कुर्मः सर्वे अवगच्छन्ति अस्तु एतद् रूपम् अस्ति, एतद् वयं जानीमः, तस्य अभ्यासं कृतवन्तः इति. यदि अन्यद् अस्ति तदपि वक्तव्यमस्ति, किन्तु यदि बहुत्र विषयान्तरं भवति अन्ये सर्वे न अवगच्छन्ति खलु. अतः अतः तत्र किञ्चित् वक्तव्यमस्ति, किन्तु तदनन्तरं वर्गस्य विषयं तत्र पुनर आगच्छामः. समीचीनं वा महोदय? यापयितुम् इत्युक्ते स्पेण्ड् टु पास् द नैट्, कालयापनम् इति. तत्र कोऽपि वदति वा आङ्ग्लभाषायां तस्य वाक्यस्य अर्थः कः इति? They decided to spend the night under a tree. Atah, sorry. No. Kintu apatitam iti asti mohodya. It fell upon them. It fell upon them. It fell upon them to sleep under a tree during the night. During the night iti asti. Samichinam mohodya. Gitanjali bhagini samyakva? Astu mahodaya. Kinchit. Apatitam iti yukte. It fell upon them iti. तत् कर्मणि अर्थे अस्ति. उपवेष्ट्यम् इत्युक्ते उपवेष्टव्यम्, उपविशति, उपवेष्टव्यम्, हेड् टु सिट् इति. उपवेष्टव्यम् बी देर् इति तस्मिन् अर्थे. कर्तव्यम् इति यद् वदामः, कर्तव्यम् इति तव्यत् इति कर्तव्यं करणीयम् इति. कर्तव्यम् इत्युक्ते किं भगिनि? गीतञ्जलि भगिनि, कर्तव्यम् इत्युक्ते रिक्वायर्ड् टु डु. तादृशम् उपवेष्टव्यम्, रिक्वायर्ड् टु, दे वर् फोर्स्ड् टु अथवा दे वर् रिक्वायर्ड् टु इति. महोदय, अतः तत्र बहु श्रान्तः सन्ति अतः एव उपवेष्टव्यम्. अत्र श्रान्ताः सन्ति इति विषयः नास्ति मन्ये, केवलं अत्र यथा कथायाम् अस्ति, कथायां किमस्ति, रात्रिः सञ्जाता, रात्रिवेला अस्ति. तव्यत् प्रवृत्ति प्रत्ययः अर्थं किमर्थं तत्र प्रयोगं किम् तव्यत् तत्र उपवेष्टव्यं, तत्र रात्रिवेलायां ते रात्रिवेलायां मार्गः अपि ते न जानन्ति इति कृत्वा एकम् एव एकस्मिन् वृक्षे तस्य अधोभागे सरामः इति इति चिन्तयन्ति. अत्र कथायाम् अत्र एतादृशं विवरणम् अस्ति. अस्तु महोदय, धन्यवादः. अस्तु, अग्रे गच्छामः. अस्तु, हरिमहोदय अग्रे प्रयत्नं करोति वा किम् अस्ति इति? किञ्चित् उच्चैः वदतु महोदय. रात्रौ रक्षणार्थम् एकैकः अपि पर्यायरूपेण एकं प्रहरं यावत् जागरितः भवेत् तदा अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते इति ते निश्चिन्तवन्तः. निश्चितवन्तः विशेषणं निश्चितवन्तः बहुवचनं भूतकाल पुल्लिङ्गरूपं बहुलिङ्गरूपं. समीचीनं महोदय, इति निश्चितवन्तः, ते निश्चितवन्तः, ते निश्चितवन्तः. रात्रौ, रात्रौ इति विभक्ति का? रात्रौ हा सत्यं समीचीनं हा सप्तमी विभक्ति रात्रिः तत्र रात्रिः शब्दः कीदृशम् अस्ति नदी शब्दवत् वा अथवा मती शब्दवत् वा हरि महोदय मती शब्दवत् अस्ति श्रीलिङ्गपदम् अस्ति रात्रौ रक्षणार्थम् इत्युक्ते रक्षणम् आवश्यकम् इति रात्रौ सर्वे निद्रां कुर्वन्ति चेत् किमपि भवति कोऽपि न जानाति इति कृत्वा रक्षणम् आवश्यकम् इति ते किं कुर्वन्ति जागरितः भवति अन्यद्वयं ते अन्यद्वयं निद्रां कुर्मः इति चिन्तयन्ति समीचीनं महोदय तत्र एकं प्रहारं यावत् जागरितः भवेत् प्रहरम् इत्युक्ते एकं प्रहरं क्षम्यताम् एकं प्रहरम् इत्युक्ते प्रहरम् इति समयस्य अस्ति प्रहरं समयस्य विषयः अस्ति कोऽपि जानाति वा दीर्घः एकं प्रहरम् इत्युक्ते अस्तु अस्तु अस्तु अस्तु समीचीनं हा अस्तु धन्यवादः हा अस्तु हरि महोदय इदानीम् एकं प्रहरं यावत् जागरितः भवेत् तत्र पर्यायरूपेण इत्युक्ते एकस्य अनन्तरम् अन्यः इति इन् आर्डर् इति यद्वदामः वन् आफ्टर् दि अदर् इति तत् आं महोदय किं भगिनि सरला भगिनि किम् क्रमेण अपि तदपि समीचीनं हा क्रमेण एकम् एकैकः अपि क्रमेण एकं प्रहरं यावत् जागरितः भवेत् समीचीनं भगिनि भवेत् तदा अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते तत्र ते निश्चितवन्तः समीचीनं शक्यते शक्नोति अहं शक्नोमि इत्युक्ते केन् डू इति निद्रां कर्तुं शक्यते तत्र अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते सरला भगिनी कर्मणि वा कर्त्री वा एतत् वाक्यम् अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते कर्मणि प्रयोगे अस्ति अन्याभ्यां द्वाभ्यां तृतीय विभक्ति अस्ति द्विवचने अस्ति तत्र कर्तृरूपं किमस्ति वदति वा निद्रा अन्ये द्वे द्वौ अन्यौ शक्नुतः इति निद्रां कर्तुं शक्नुतः समीचीनं भगिनि धन्यवादः कर्मणि प्रयोगः कर्तृप्रयोगः भेदः किं कर्तृप्रयोगः कर्तृप्रयोग इत्युक्ते एक्टिव् वाय्स् अहम् एतत् कार्यं करोमि तत्र कर्तृपदम् अस्ति अहं कार्यम् इति कर्मपदं भवति करोमि इति क्रियापदं तत्र अहम् इति प्रथमविभक्तौ अस्ति कार्यम् इति द्वितीयविभक्तौ अस्ति कर्मपदं अपि क्रियापदम् अस्ति करोमीति, किन्तु किन्तु तदेव वयं कर्मणि प्रयोगे इति वदामः, पासिव् इति, मया मया मया इदानीं तत् कर्तृपदमस्ति, किन्तु इदानीं कर्मणि प्रयोगे कर्तृपदस्य विभक्ति तृतीया विभक्ति भवति. महोदय अत्र कर्मणि अस्ति किञ्चित् विवरणं दातुं शक्यते वा? किम् अस्ति कर्म क्रिय कर्तृपद किम् अस्ति अत्र कर्मणि अत्र भगिनी वदति वा? तत्र अन्याभ्यां द्वाभ्यां द्वाभ्यां कर्तुं शक्यते इति. प्रथमं शक्यते इति क्रियापद यकार अस्ति तस्मिन् यकार तस्य परे ते अस्ति आत्मनेपदी अस्ति सो अत्र शक् इति धातु अस्ति शक्यते. पुनः अन्याभ्यां द्वाभ्याम् इति तृतीया विभक्त्याम् अस्ति द्वितीयवचने अस्ति. निद्रां भवति कर्मपद अत्र यदि कर्मणि प्रयोगे वयं वदामः अनुक्तं कर्मपद अन्याभ्यां द्वाभ्यां अनुक्तं कर्तृपदम् उक्तं कर्मपदं मीन्स् तस्य प्राधान्यं भवति निद्राम् इति द्वितीया विभक्त्याम् अस्ति. अत्र प्रथमां विभक्त्या भवति अन्याभ्यां निद्रा निद्रास्य शक्यते तु ये क्रियापदं भवति यथा अनुक्तं कर्मपदम् अस्ति तस्य अत्र निद्रा कर्मपदम् अस्ति वा? आम् निद्रा भवति अहं चिन्ता अहं चिन्तितवान् सर्वदा एक कर्मपद भवति इति अहं किञ्चित् भ्रमः जातः अतः अत्रापि कर्मपदं वाक्यं 3.1.1 अस्ति वा? 3.1.1 इति तद् चिन्तयति वा भगिनि? 3.1.1 इति आमां 3.1.1 इत्युक्ते कर्तृपदस्य तृतीयविभक्ति कर्मपदस्य प्रथमाविभक्ति अपि क्रियापदं कर्मपदम् अनुसरति. कर्तृप्रयोगे 1-2-1 इति अस्ति 1-2-1 इति अस्ति. कर्तृपदं प्रथमाविभक्तौ अस्ति, कर्मपदं द्वितीयाविभक्तौ अस्ति, अपि क्रियापदं कर्तृपदम् अनुसरति. इत्युक्ते कर्तृपदस्य कर्तृपदस्य वचनं किम् अस्ति इति दृष्ट्वा क्रियापदस्य अपि तदेव वचनम् इति तादृशरूपम्. अहं न जानामि अत्र कथं निद्राम् इति द्वितीया विभक्त्याम् अस्ति निद्रा भवति विभक्ति उपरि अपि रात्रि भव अत्र अत्र क्लेशः भगिनि तत्र किञ्चित् क्लेशः किमर्थं भवति चेत् तत्र निद्रां कर्तुं शक्यते इति तत्र कर्तुम् इति क्रियापदमस्ति तदनन्तरं शक्यते इति क्रियापदमस्ति. तत्र वयं यत् कर्मणि प्रयोगः यः प्रयोगः कुर्मः केवलं शक्यते इति तस्य परिवर्तनं भवति, किन्तु निद्रां कर्तुम् इति तस्य परिवर्तनं न भवति. उपरि अपि तथैव अस्ति रात्रि भ्रमः भवति तत्र. हा सत्यं सत्यं. गीताञ्जलि भगिनी वदतु. शक्यते इति पदम् आत्मनेपदी प्रथमपुरुष एकवचन अस्ति वा? सत्यं हा सत्यं. यदि यदि तत्र अत्र हा अस्तु अत्र एक एव अत्र जनाः तु त्रयः सन्ति, किन्तु तत्र कर्तृपदं कर्तृपदं तु बहुवचने अस्ति, किन्तु तत्र कर्मणि क्षम्यतां कर्तृपदं तु द्विवचने अस्ति समीचीनं, किन्तु कर्मणि प्रयोगे कर्मपदस्य वचनं दृष्ट्वा एव क्रियापदं भवति. यदि कर्मपदं तत्र किम् अस्ति कर्मपदं? निद्रां कर्तुम् इति तदेव कर्मम् अस्ति तत्र. अस्तु, किन्तु द्वे जनाः निद्रां करोति. सत्यं भगिनि, सत्यं. किन्तु कर्मणि प्रयोगे कर्तृपदस्य वचनस्य महत्वं नास्ति. अस्ति वा? कर्मणि प्रयोगे तादृश अस्ति, कर्तृपदस्य वचनस्य महत्वं नास्ति, केवलं कर्मपदस्य महत्वम् अस्ति. तदेव 311 इति. మీరు మాట్లాడుతున్న వ్యక్తి మీ కాల్ ను హోల్డ్ లో ఉంచారు, దయచేసి లైన్ లో ఉండండి. The person you are speaking with has put your call. हां, अस्तु. हां, यत् हां कर्मणि प्रयोगे एतद् भवति. हां, जटिलवाक्य अस्ति. न न, अस्तु अस्तु. हा, किन्तु साधारणवाक्यं वदामः, वयं कार्यं कुर्मः इति, तस्य कर्मणि प्रयोगरूपं किं भवति? रघुपतिमहोदय वदति वा? अस्माभिः एक कार्यः करणीयः. न न, करणीयः कुर्मः कुर्मः इति अस्ति. अस्माभिः कार्यं कार्यं कार्यं क्रियते, सारि, क्रियते क्रियते तस्य कुचु नास्ति. आं, सारि, बहुवचन अस्ति, सारि, भूतकालिक अस्ति. क्रियते, अस्माभिः कार्यं क्रियते. क्रियते, समीचीनं वा? इदानीं गीताञ्जलिभगिनी, तत्र वयं कार्यं कुर्मः क्रियापदस्य वचनं किम् अस्ति? कार्यं न, क्रियापदस्य वचनं किम् अस्ति? क्रियापदस्य वचनं किम् अस्ति? कुर्मः कुर्मः हा, वचनं किं? बहुवचनं. किमर्थं? वयम् इति अस्ति. वयम् इति अस्ति, तद् बहुवचने अस्ति, अतः कुर्मः अपि बहुवचने अस्ति. अस्तु महोदय. हा, तद् वयम् अत्र कर्तृपदम् अस्ति. कार्यं कुर्मः अथवा वयं कार्याणि कुर्मः, तत्र कुर्मः, तत्र तस्य परिवर्तनं भवति वा? सम्यक् अस्ति. अतः कुर्मः इति तद् पदं न जानाति कर्मपदस्य वचनं किम् अस्ति इति. केवलं भयम् इति, अहं कार्यं करोमि, अहं कार्याणि करोमि, भयं कार्यं कुर्मः, वयं कार्याणि कुर्मः, अतः क्रियापदस्य कर्तृप्रयोगे क्रियापदस्य वचनं कर्तृपदस्य वचनम् एव भवति, कर्तृपदम् अनुसरति. किन्तु कर्मणि प्रयोगे किं भवति? अस्माभिः कार्यं क्रियते, क्रियते इति अस्ति. कार्यः, हा, अस्तु, अस्माभिः कार्यः क्रियते. किमर्थं क्रियते? कर्मपदम् एकवचने अस्ति. हा, कार्यः, हा, कार्याणि इति अहम् उक्तवान्, क्षम्यतां, हा, कार्यान् इति, हा, प्रायश. इदानीं कार्यं नपुंसकलिङ्गम् अस्ति, अहं चिन्तयामि. तदेव अहं चिन्तितवान्, किन्तु सरला भगिनी वदति एतत् पुल्लिङ्गपदम् अस्ति इति, अतः कार्यं वा कार्यः वा दृष्टवान्. अस्तु, हा, किन्तु इदानीं लिङ्गस्य विषये त्यजामः. गीताञ्जलि भगिनी, इदानीं समीचीनं वा? महोदय, कार्यं नपुंसकलिङ्गस्ति. कार्यम्, अस्तु, समीचीनम्. अत्र अस्तु, हा, इदानीम् अस्माभिः कार्यं क्रियते, तत् वयं कार्यं कुर्मः, तत् किं भवति? अस्माभिः कार्यं क्रियते. वयं कार्याणि कुर्मः, तस्य कर्मणि प्रयोगरूपं किं भवति? रघुपतिमहोदय, हा सः नास्ति. सरला भगिनी किं भवति? वयं कार्याणि कुर्मः. अस्माभिः कार्याणि क्रियन्ते. हा क्रियन्ते. इदानीं किं भवति? अथवा अहमेव, अहं मया इति यद् भवती उक्तवती तदेव समीचीनम्. अहं कार्याणि करोमि. मया इदानीं मया कार्याणि क्रियन्ते. क्रियन्ते. इदानीं किं भवति? क्रियापदं कर्मपदस्य वचनम् अनुसरति. अस्तु भगिनि, धन्यवादः. नमस्कारः. गीताञ्जलि भगिनी सम्यक् वा? अतः एव अत्रापि अत्र शक्यते इति यदस्ति तद् कर्तृपदं न पश्यति, किन्तु कर्मपदमेव पश्यति. अतः तत्र अन्याभ्यां द्वाभ्याम् इति तत्र पुरुषद्वयम् अस्ति, द्विवचने अस्ति, किन्तु शक्यते इति एकवचने एव अस्ति. अस्तु. हा इदानीम् अग्रे भवती एव पठति वा तत्र? अस्तु महोदय, प्रयत्न करोमि. प्रथमः पर्यायः सत्यकेः आसीत्. इदानीम् आसीत् धातु अस् धातु आसीत् इत्युक्ते प्रथमवचन एक प्रथमपुरुष एकवचन रूपम् अस्ति. पर्यायः आसीत् इति न एकनिमिष एकनिमिषः. पर्यायः आसीत् तद् अवगच्छति खलु? पर्यायः अस्ति, पर्यायः आसीत्. पर्यायः आसीत्. अहं मन्ये पर्यायः सत्यकेः. सत्यं सत्यम्. एकनिमिषः. पर्यायः प्रथमतया सरलवाक्यं पश्यामः, तदनन्तरं अन्यत् किम् अस्ति इति तद् अपि पश्यामः. पर्यायः इत्युक्ते किम् इति कोऽपि वदति वा? पर्यायः इत्युक्ते प्रथमविभक्ति एकवचन. किन्तु प्रथमपर्यायः इत्युक्ते अर्थः कः पदस्य? अर्थः सब्स्टिट्यूट् टर्न् इति अस्ति अत्र. The first turn was yes. that of Satyaki. प्रथमपर्यायः तत्र प्रथमः पर्यायः तत्र सम्बन्धः कः अस्ति? विशेषण विशेष्यभावः अत्र अस्ति. अत्र सात्यकेः इति तत्र पदस्य विभक्ति का? प्रथमविभक्तिरूपं किम् अस्ति? पदमस्ति. पुल्लिङ्गशब्दः. कविशब्दवत् अस्ति. इदानीं कविशब्दस्य कवेः इति रूपं तस्य विभक्ति का? षष्टिवचनं. समीचीनं समीचीनं. हा सात्यकेः आसीत्. कस्य पर्यायः इदानीम् इत्युक्ते whose turn is it? हा सात्यकेः पर्यायः अस्ति इति. समीचीनं वा? अवगच्छति वा? अन्य प्रश्नः अस्ति वा? अन्य कोऽपि? हरि महोदय अवगच्छति वा? अस्तु, प्रश्नः नास्ति. अस्तु, अग्रे गच्छतु भगिनि. तत्र सः प्रहरी सन् स्थितः. सः इत्युक्ते सत्यकी. सत्यकी सन् प्रहरी सन् इत्युक्ते फर्स्ट् महोदय. प्रहरी सन् सन् अहं न जानामि महोदय. सन् इत्युक्ते अहं न जानामि. तत्र अस्धातोः रूपम् अस्ति भगिनि, तत् तत्र संयुक्ते भूत्वा इति, भूत्वा इति, प्रहरी सन् स्थितः, बहुवचन न न एकवचनः, एकवचनमेव अस्ति तत्र. सन्तः इति जानाति वा? अस्तु महोदय. सन्तः बहुवचनरूपम् अस्ति. सन्तः इत्युक्ते आसी, तद् भूत्वा, प्रहरी भूत्वा स्थितः. प्रहरी इत्युक्ते कोऽपि वदति वा? प्रहरी इत्युक्ते, प्रहरी इत्युक्ते सप्तमी, प्रहरिन्, प्रहरिन् इति अस्ति. प्रहरिन् इत्युक्ते वाच्मेन् इति, प्रथमविभक्ति. प्रथमविभक्ति एव. सः वाच्मेन् भूत्वा स्थितः इत्युक्ते केवलं केवलं सः एव प्रहरी आसीत्. सः प्रहरी आसीत् प्रथमपर्याये, प्रथमपर्याये, इन् द फस्ट् पीरियड् दट् वास् हिस् टर्न्. प्रथम प्रहरे, प्रथमप्रहरे, एकं प्रहरम् इति, इन् द फस्ट् पीरियड् हि वास् द वाच्मेन्. प्रथमप्रहरे सत्यकी प्रहरी आसीत्, सत्यकी प्रहरी आसीत्. तत् तदेव अर्थः अस्ति, संस्थितः स्थितः, तत्र सः स्थितः आसीत्. किं सः प्रहरी सन्, हेविङ्ग् बिकम् अ वाच्मेन् इत्युक्ते सः अत्र अन्यत्र अपि पश्यति कोऽपि आगच्छति वा न वा इति, अतः प्रहरी सन् वाच्मेन् इति. अग्रे, अस्तु. यदा अन्यौ द्वौ निद्रां कुर्वन्तौ तदा वृक्षतः एकः पिशाचः अवतीर्णवान्. अन्यद्वौ मित्रे ते निद्रां कृतवन्तौ. तत्र इदानीं कृतवन्तौ, अन्यौ द्वौ निद्रां कृतवन्तौ इति भूतकाले अस्ति. वर्तमानकाले किं भवति? वर्तमानकाले अन्यौ द्वौ निद्रां कुर्वन्तः. तत्र किमस्ति? करोति, करोति, कुरुतः. कुरुतः, निद्रां कुरुतः इदानीं. किन्तु अन्यौ द्वौ निद्रां कुरुतः तदा वृक्षस्य अधः एकः पिशाचः नीचैः आगच्छति. वर्तमानकाले वृक्षतः, वृक्षतः एकः पिशाचः अवतीर्णवान्. वृक्षात् समानार्थकपदं. तदा वृक्षात् एकः पिशाचः नीचैः आगतवान्. अधः आगतवान्, अधः आगतवान्, अवतीर्णवान्, अवतीर्णवान्. समीचीनं भगिनि, समीचीनं. इदानीं अन्य कोऽपि पठति वा? पश्यामः. तत्र भानुचेतनी महोदय अग्रे पठति वा? तत्र सात्यकिं मल्लयुद्धार्थम् आहूतवान्. तत्र मल्लयुद्धम् इत्युक्ते, मल्लयुद्धम् इत्युक्ते ब्रेस्लिङ्ग् ब्रेस्लिङ्ग् महोदय हा हा सत्यं समीचीनं हा तत्र वर्तमानकाले एतत् किम् अस्ति महोदय आहूतवान् महोदय तत् तु वर्तमानकालं नास्ति तत् न न इदानीं तस्य रूपं परिवर्तयतु आह्वयति हा हा इदानीं रूपं किं सः सः पिशाचः साध्यकिं मल्लयुद्धार्थम् आह्वयति हा इति अस्ति वर्तमानकाले समीचीनं महोदय हा इदानीम् अग्रे हा बहूनि कटुवचनानि उक्तवान् च हा तत्र क्रियापदं किम् अस्ति उक्तवान् इति चिन्तयामः खलु आसीत् आसीत् हा आसीत् महोदय अध्यहारः आसीत् इति अहं अस्तु अस्तु उक्तवान् तु नामपदं कर्तृक्रियापदं अत्र कर्तृपदं किम् अस्ति बहु कर्तृपदं तु पिशाचः एव महोदय पिशाचः बहूनि कटुवचनानि उक्तवान् उक्तवान् च हा उक्तवान् च कटुवचनानि उक्तवान् बहूनि कटुवचनानि उक्तवान् सः पिशाचः समीचीनं महोदय हा अग्रे सः आहूतवान् उक्तवान् च हा समीचीनं हा चकारस्य अर्थं हा समीचीनं तस्य कटुवचनानां कृते तादृशानि एव उत्तराणि दत्तवान् महोदय तस्य तत्र अवगच्छति वा किं भवति इति किम् अस्ति अत्र आम् आं महोदय पिशाचः यद्यद् तत्र कटुवचनानाम् इति पदस्य विभक्ति का कटुवचनानि वचनानां षष्टि बहुवचनं हा षष्टि बहुवचनं तस्य तस्य कटुवचनानां तस्य इति षष्टिः अस्ति किन्तु कारणम् अन्यत् अस्ति अत्र कटुवचनानां कृते कृते इति अस्ति अतः कटुवचनानां कृते रामाणां कृते तस्य कृते अतः सत्यं महोदय सत्यं हा तादृशानि एव उत्तराणि दत्तवान् इत्युक्ते सात्विकीः अपि मधुरवचनानि उक्तवान् वा अथवा कटुवचनानि उक्तवान् सात्विकीः महोदय पुनरेकवारं पृच्छतु सात्विकीः उत्तरं दत्तवान् खलु महोदय सः अपि कटुवचनानि उक्तवान् वा अथवा सः मधुरवचनानि उक्तवान् सात्विकिः सः अपि कटुवचनानि एव उक्तवान् हा कथं जानीमः कटुवचनानि एव उक्तवान् इति तादृशानि तादृशानि समीचीनं समीचीनं महोदय हा तादृशानि इति अस्ति अतः वयं जानीमः सात्विकिः अपि कटुवचनानि एव उक्तवान् इति समीचीनं महोदय हा अग्रे रिप्लैड् इन् अ सिमिलर् फैशन् हा सत्यं यदा पिशाचः सात्यकेः शरीरे मुष्टिप्रहारं कृतवान् तदा सात्यकिः तदुपरि पादप्रहारं कृतवान् यदा तदा प्रयोगमस्ति तत्र पिशाचः सात्यकेः शरीरे सात्यकी अतः तत् षष्ठी विभक्ति एकवचनम् इति अहं मन्ये महोदय तत्र प्रहारं हस्तेन हस्तेन सह प्रहारं करोति मुष्टिप्रहारम् इति अस्ति यत्र प्रहारं भवति तत्र शरीरे कुत्र इति, तत्र सप्तमी विभक्ति भवति. हा शरीरे तः पादे करोति इति, पादप्रहारम् इति अस्तु. शरीरे प्रहारं भवति, कृतवान् कः? पिशाचः. तदा सात्विकिः किं कृतवान्? तदा सात्विकिः पिशाचः उपरि पादप्रहारं कृतवान्, तदुपरि. हा तस्य उपरि, तदुपरि. हा अस्तु. हा अस्तु, तस्य उपरि पादप्रहारं कृतवान्. हा इदानीं पूर्णं प्रहरं यावत् तयोः मल्लयुद्धं प्राचलत्. महोदय, पूर्ववाक्यं क्षम्यतां महोदय. यदा पिशाचः मुष्टिप्रहार कृतवान् तदा सत्यकिः पादप्रहारम् इत्युक्ते हस्ते प्रयोग, इत्युक्ते पिशाच हस्तेन अथवा हस्ताभ्यां प्रहारं करोति, किन्तु किन्तु सात्विकिः पादाभ्यां करोति. पादाभ्यां समीचीनं, सत्यं भगिनि. हा धन्यवादः, क्षम्यतां महोदय. चिन्ता मास्तु. अग्रे महोदय. पूर्णं प्रहरं यावत् तयोः मल्लयुद्धं प्रचलत् प्राचलत् प्राचलत् महोदय प्रचलत् प्राचलत् अहं चिन्तयामि तद् लङ्लकारः महोदय. तत् यत् यातृद एतद् वयं न कृतवन्तः, अपठत् इति. तत्र किं भवति? चलति भवति, चलति इति वर्तमानकालरूपम् अस्ति. अचलत् इति लङ्लकारः भवति, तद् इदानीं न कृतवन्तः, किन्तु अचलत् इति भवति. तत्र प्र इति उपसर्गः अस्ति. उपसर्गः अस्ति चेत्, धातुमध्ये उपसर्गः अस्ति चेत् लकारं उपसर्गः निष्कासयित्वा लकारं कृत्वा तदनन्तरम् उपसर्गः स्थापयामः. महोदय, अत्र प्रचलति अस्ति, सत्यं महोदय, प्रचलति एव अस्ति, किन्तु प्र इति उपसर्गः अस्ति. प्र प्लस् चलति इति वर्तमानकाले अस्ति. चिन्तितवान् चलति अस्य केवलं केवलं प्रथमतया चलति इति, तस्य चलति इति तद् अचलत् इति भवति, अचलत् भवति. तदनन्तरं प्र इति उपसर्गः अस्ति, दीर्घः भवति. प्र प्लस् अचलत् अतः प्राचलत्. सुवर्णदीर्घसन्धि भवति, प्राचलत् इति भवति. किन्तु चलति, प्रा प्लस् अचलत् प्राचलत्. सत्यं महोदय, किन्तु तद् अप्रचलत् इति लङ्लकाररूपं नास्ति वा? नास्ति. तदेव तदेव अहम् उपसर्गः अस्ति चेत्, धातुमध्ये उपसर्गः अस्ति चेत्, उपसर्गस्य पूर्वम् इति एतद् वयं न कुर्मः. चलति प्रचलति, प्र इति उपसर्गः अस्ति, चलति इति क्रियापदमस्ति, तस्य लकारस्य नूतनलकारं किम् अचलत् इति अस्ति. तदनन्तरं प्र इति पुनः तत्र स्थापयामः. अहो, उपसर्गादनन्तरमेव स्थापयामः. उपसर्गः मध्ये न भवति, उपसर्गः प्रथममेव भवति सर्वदा. महोदय, विषयान्तरं किञ्चित् स्वीकरोति अस्ति, तत्र कथं भवति? स्वीकरोति, अस्वीकरोति, तत्र तत्र सन्धि भवति, स्वी प्लस् अकरोति, अकरोति अकरोति इति. अस्तु महोदय, अतः तद् अग्रे कुर्मः एतत् सर्वं. अस्तु महोदय, भानुचैतन्य महोदय, तत्र मल्लयुद्धं प्राचलत्. तत्र पूर्णं प्रहरं यावत् तयोः मल्लयुद्धं प्राचलत् इत्युक्ते समयः, प्रहरं पूर्णं ते मल्लयुद्धमेव कृतवन्तौ खलु? आं महोदय. तदनन्तरं किं भवति? अस्तु अस्तु, अग्रिमवाक्यं पठित्वा तदनन्तरम् अन्य कोऽपि भवति. आम् आम् आम्. तेन सात्यकेः शरीरे बहवः कथाः सञ्जाताः. तेन सात्यकेः, तत्र सात्यकेः शरीरे पूर्वमपि वयं दृष्टवन्तः खलु सात्यकेः इति विभक्ति का तत्र? सप्तमी विभक्ति महोदय. सात्यकेः भवान् एव उक्तवान्. सात्यकेः तु षष्टि, शरीरे तु सप्तमी. सप्तमी, समीचीनं. हा, तत्र किम् अभवत्? बहवः क्षताः, बहवः क्षताः सञ्जाताः अभवन्. तत्र क्षता इति, क्षतः इत्युक्ते किम्? क्षतवुण्ड् इति. हा, बहवः क्षताः सञ्जाताः. तेन इत्युक्ते केन? तेन पिशाचेन सात्यकेः शरीरे. हा, अथवा मल्लयुद्धेन अपि वयं वक्तुं शक्नुमः. आं महोदय, मल्लयुद्धेन सात्यके, मल्लयुद्धेन सात्यके शरीरे. किमर्थं मल्लयुद्धेन इत्युक्ते तेन इति तत्र अन्वयः कुत्र अस्ति इत्युक्ते पूर्वस्मिन् वाक्ये मल्लयुद्धं प्राचलत् इति अस्ति. मल्लयुद्धेन, मल्लयुद्धम् इति कारणेन इति भवति इति. हा, समीचीनं महोदय, धन्यवादः. रघुपति महोदय अग्रे वदति वा? नितरां शान्त, तत्र सः नितरां शान्तः, शान्तः इति, शान्तः शान्तः इति भूतकाल, नितरां नितरां नितराम् इति, नितराम् इति अव्ययमस्ति वा महोदय? सः शान्तः, सः नितरां शान्तः इति अस्ति. किन्तु तस्मिन् समये सहयोगिनोः उत्थानस्य अपेक्षया निद्राकरणम् उत्थापनस्य अपेक्षया निद्राकरणम् एव उचितम् इति विचिन्त्य सः निद्रां कृतवान्. अत्र कृतवान् इति अस्ति क्रियापद, निद्रां कृतवान्. कः सः? सः कृतवान् कः? सात्यकी. ओके, सात्यकी कृतवान्. कृतवान् किं विचिन्त्य? अन्यानाम् उत्थापनस्य अपेक्षया निद्राकरणम् एव उचितम् इति विचिन्त्य, इति विचिन्त्य, विचिन्त्य, चिन्तयित्वा, चिन्तयित्वा तस्मिन् समये, तस्मिन् समये सप्तमी विभक्ति अस्ति, तस्मिन् समये कदा इति, कदा सहयोगिनो उत्थापनस्य, कस्य उत्थापनस्य? सहयोगिनोः, सहयोगिनोः इति सप्तमी विभक्ति द्विवच, सारी षष्ठीभक्ति द्विवचनं, द्विवचनम् अस्ति. अपेक्षा इति, अपेक्षा इति, तत्र उत्थापनस्य इति तद् षष्ठी अस्ति. किमर्थम्? अपेक्षया इति अस्ति. हा हा, अपेक्षया, उत्थापनस्य अपेक्षया निद्राकरणमेव उचितम् इति विचिन्त्य सः निद्रां कृतवान्. किन्तु तदनन्तरं कस्य उत्थापनम् इति प्रश्ने सति, सहयोगिनोः उत्थापनम् इति. अतः तदपि षष्ठी भवति. अतः सः सहयोगिन उत्थापनं न कृतवान्, सहयोगिनोः उत्थापनं न कृतवान्, किन्तु निद्रां कृतवान्. तदेव उचितम् इति चिन्तित्वा, विचिन्त्य निद्रां सः कृतवान्. हा, समीचीनं महोदय. श्रान्तः, सः नितरां श्रान्तः, बहु श्रान्तः. श्रान्तः इत्युक्ते टायर्ड् इति. नितराम् नितराम् इति वेरि इति अथवा बहु इति महोदय नी उपसर्ग अस्ति तराम् नितराम् इति एव हा नितराम् सुतराम् इति अस्ति नित्य इति अर्थे हा नितराम् हा नितराम् इति हा सुतराम् अस्ति महोदय सुतराम् न मया न श्रुतं महोदय सुतराम् हा सुतराम् अपि अस्ति महोदय कण्टिन्यूस् लगातार अहं चिन्तयामि नितराम् पदस्य अनेकाः अर्थाः सन्ति महोदय हा अतः तत् अत्र किम् अस्ति इत्युक्ते बहु शान्तः एव हा कम्प्लीट्लि अथवा नरेश महोदय समीचीनं वा महोदय हा अस्तु हा अस्तु अग्रे गच्छामः तत्र किम् अत्र किम् अस्ति हा हरि महोदय समीचीनं वा निद्रां सः नितरां श्रान्तः इति हा पिशाचः तु अस्ति पिशाचः तु अस्ति समीचीनप्रश्नः अस्ति हा पिशाचः इदानीमपि अस्ति किन्तु सात्यकिः किं चिन्तितवान् अस्तु अहं तु एतत् युद्धं न कर्तुं शक्नोमि बहवः क्षताः सञ्जाताः अस्ति सन्ति अतः अहं निद्रां करोमि इति सः चिन्तितवान् इदानीं शान्तः न हा पिशाचः अत्र एव अस्ति अग्रे पश्यामः पिशाचः किं करोति इति हा हा अस्तु अग्रे हा सात्यकी निद्रां कुर्म इच्छामि इच्छति हा निद्रां कर्तुम् इच्छति किन्तु सः सहयोगिनौ न उत्थितवान् हा सत्यं हा सत्यं हा किमर्थं महोदय स चिन्तयति एतत् युद्धं पुनः भवति इति चिन्तयित्वा हा अत्र कारणं न दत्तमस्ति केवलं दत्तमस्ति अस्तु सः एतत् चिन्तयति इति हा उत्थापनस्य अपेक्षया निद्राकरणम् एव उचितम् इति विचिन्त्य अतः अत्र कारणं न दत्तमस्ति अस्तु अग्रिम यत् परिच्छेदः अस्ति तत् कृत्वा विरमामः तत्र द्वितीयपर्यायः इति सरलभगिनी अस्ति वा इदानीमपि अस्तु हा अस्तु नरेश महोदय अग्रे पठति वा महोदय द्वितीयः पर्यायः बलरामस्य आसीत् द्वितीय बलरामस्य शक्तिविभक्ति आसीत् तम् अपि पिशाचः मलयुद्धार्थम् आहूतवान् मलयुद्धार्थम् आहूतवान् बलरामः बलरामम् आहूतवान् हा समीचीनं युद्धार्थं हा कटुवचनैः निन्दितवान् च कटुवचनैः बहुवचनं तृतीयविभक्ति निन्दितवान् च पिशाचः बलरामं निन्दितवान् हा कटुवचनैः सह बलरामं निन्दितवान् हा अग्रे मल्लयुद्धे महावीरेण बलरामेण अपि सा एव गतिः प्राप्ता. मल्लयुद्धे सप्तमी विभक्ति, महावीरेण बलरामेण तृतीय विभक्ति, अतः कर्मणि प्रयोगः अपि सा एव गति प्राप्ता. महावीरः महावीर बलरामः तामेव गतिं प्राप्तवान्. कर्त्री अस्ति चेत् महावीरः बलरामः अपि ताम् सा इति स्थाने ताम् इति भवति, तामेव गतिं प्राप्तवान्. सः अपि क्षताः जाताः. हा, तस्य अपि तस्य शरीरे अपि बहवः क्षताः सञ्जाताः. हा, सः किं करोति? श्रान्तः सः अपि प्रहारान्ते निद्रां कृतवान् सः अपि अनन्तरं निद्रां कृतवान्. हा, सः अपि कृष्णस्य उत्थापनं न कृतवान्. कृष्णस्य उत्थापनं न कृतवान् किन्तु सः अपि निद्रां कृतवान्. हा, इदानीम् अग्रिमवर्गे पश्यामः कृष्णः किं करोति इति. हा, अस्तु, तत्र गतिः प्राप्ता, तत्र प्राप्ता इति स्त्रीलिङ्गे अस्ति, प्राप्ता इति गतिः स्त्रीलिङ्गपदम् अस्ति इति कृत्वा सा एव गतिः प्राप्ता, तेन सा एव गतिः प्राप्ता. अस्तु, प्रश्नः अस्ति वा महोदय? प्राप्ता, जाता, तत्र इदानीं कर्मणि प्रयोगः, मया पुस्तकं पठितम्, पुस्तकं पठितं, पठितं पुस्तकम् इति अस्ति, तादृश अस्ति. अहं पुस्तकं पठामि, अहं पुस्तकं पठितवान्, किन्तु पुस्तकं किं भवति? मया पठितं पुस्तकम् अस्ति, मया पठितं पुस्तकं, द बुक् दट् वास् रेड् बै मी इति, तादृश कर्मणि अर्थे इति वदामः. मया पठितं पुस्तकं, तेन प्राप्ता गतिः. किन्तु अत्र सा एव गति प्राप्ता, सा सा गतिः स्त्रीलिङ्गे अस्ति, सा एव गतिः. हा, एतत् पुस्तकम्, एतत् पुस्तकं मया पठितं पुस्तकम्, दिस् बुक् इस् द वन् दट् वास् रेड् बै मी, एषा गतिः तेन एव प्राप्ता. एषा गतिः तेन प्राप्ता. गतिः इति स्त्रीलिङ्गे अस्ति. एतत् पुस्तकं मया पठितं पुस्तकं, किमर्थम् एतत् इति वदामः? पुस्तकं नपुंसकलिङ्गे अस्ति. वर्गे अन्ते भवान् उक्तवान् प्रायः समयः जातः. सत्यं सत्यं, किन्तु एतत् कर्मणि प्रयोगः, अग्रे एतत् कुर्मः. इदानीं किञ्चित् तस्य विषयं, तस्य चर्चां कुर्मः, किन्तु अग्रे सम्यक्तया कुर्मः. अस्तु अस्तु, अस्तु, समयः जातः. भ्रमः भवति यद् क्रियापद नास्ति, अतः भ्रमा जाता आसीत्, भ्रमा जाता अस्ति इति इति भवति न, एतत् क्रियापदरूप प्राप्ता, प्राप्ता अस्ति इति. हा, सत्यं सत्यं, अतः एव भ्रमा जाता. सत्यं सत्यं महोदय, अतः मम मनसि सर्वदा एतदेव अस्ति, अहं पुस्तकं पठामि, अहं पुस्तकं पठितवान्, एतत् पुस्तकं मया पठितं पुस्तकम् अस्ति इति नास्ति तदा एव सम्यक् सत्यं सत्यं महोदय सत्यं अस्तु समयः जातः विरमामः अग्रिमवर्गे मिलामः अस्तु सर्वेभ्यो नमः अग्रिमवर्गे मिलामः धन्यवादः नमस्कारः धन्यवादः नमस्कारः